नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम् इति विषयः. तत्र अभ्यासः वस्तुतः आरम्भणीयः अस्ति. गतवर्गे तत्र सर्वाणि उदाहरणानि कर्मणि प्रयोगे कथं भवति, निजन्तव्यवस्था कर्मणि प्रयोगे कथं भवति इति उदाहरणरूपेण अस्माभिः कतिचन वाक्यानि दृष्टानि. इदानीं साक्षात् अभ्यासं प्रति गच्छामः. तर्हि मीनाभगिनी आरब्धुमिच्छति वा? अत्र अभ्यासः भगिनि. आम्. अण्यन्तवस्थायां वाक्यानि दत्तानि, तेषां वाक्यानां ण्यन्त्यवस्थायां कर्तृप्रयोगे कर्मणि प्रयोगे च उच्यताम्. रामः हसति, प्रयोजककर्ता सहोदरः. अत्र धातु हस् धातु अकर्मकः धातु प्रथमं, तस्मात् गतिबुद्धि रामः हसति इति कर्तरि अण्यन्तवस्थायां दत्तं. गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणीकर्ता च नौ स नौ इति सूत्रे इति सूत्रेण कर्मत्वं कर्मसंज्ञा प्राप्नोति. प्रयोज्यकर्ता कर्मसंज्ञा प्राप्नोति. रामः तत्र कर्मसंज्ञा प्राप्नोति, तस्मात् राम इति किं किं वक्तव्यम् इदानीं? कर्तरि कर्मणि द्वयमपि वक्तव्यं. कर्तरि रामः सहोदरः, इदानीं सहोदरः इति प्रयोजककर्ता. सहोदरः रामं हासयति गतिबुद्धि इति सूत्रेण कर्मत्वं प्रयोजककर्ता रामः, तस्मात् कर्मसंज्ञा प्राप्नोति. द्वितीया कर्म कर्मे वाक्यं सम्यक् अस्ति, परन्तु यदा भवती वदति प्रयोजककर्ता रामः इति वदति खलु, तत् समीचीनं नास्ति. प्रयोज्यकर्ता प्रयोजककर्ता सहोदरः, क्षम्यतां, प्रयोज्यकर्ता कर्मसंज्ञा प्राप्नोति. प्रयोज्यकर्ता कर्मसंज्ञा प्राप्नोति, तस्मात् सहोदरः रामं हासयति इति रूपम् अस्ति कर्तृप्रयोगे. कर्मणि प्रयोगे सहोदरेण रामः हास्यते इति तत्र एकमेव रूपम् अस्ति इति चिन्तयामि. रामः रामेण सहोदरेण रामः हास्यते इति तत्र उक्तं किल, तत्र प्रयो अकर्मकधातुः इति कृत्वा अकर्मकधातुः इति कृत्वा सम्यक् सम्यक् अस्ति वाक्यम्. अस्तु, तर्हि इदानीम् अग्रे लक्ष्मीभगिनी वक्तुमिच्छति वा? आं भगिनी, वदामि. बालकः विद्यालयं गच्छति, पिता प्रयोजककर्ता. अत्र कर्तरिप्रयोगे पिता बालकेन, क्षम्यतां, बालकं विद्यालयं गमयति इत्युक्ते अत्र गम धातुः अस्ति. गतिबुद्धि प्रत्यवसानात् शब्दकर्म अकर्म. किमर्थं सम्यक्तया न श्रूयते? भवती स्पीकर् मध्ये अस्ति वा? नास्ति नास्ति, हेड्फोन् मध्ये एव अस्मि भगिनि. दूरे अस्ति इति भाति. एवं वा? स्पीकर् समीपे आगच्छतु, मैक्रोफोन् समीपे. आम् आम्, इदानीं श्रूयते किं? श्रूयते. अस्तु, वदतु. अस्तु, गमधातु गम व्यत्यर्थकः धातु इति कारणेन गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण तस् न्यन्तावस्थायां प्रयोज्य कर्तुः कर्मत्वं प्राप्नोति इति कारणात् वाक्यं भवति प्रयोजककर्ता पिता, पिता बालकः अत्र प्रयोजककर्ता, तस्य कर्मत्वं स्वीकृत्य पिता बालकं विद्यालयं गमयति इति ण्यन्तावस्थायां वाक्यम्। इदानीं कर्मणि प्रयोगे च कारिकया गमधातोः अत्र निजे च नास्ति इत्युक्ते कर्मत्वमेव अस्ति, तेन कारणेन कर्मणि प्रयोगे ण्यन्तावस्थायां पित्रा बालकः विद्यालयं गम्यते। अत्र कारिकया कर्मत्वम् इत्युक्ते एक एव विकल्पेन न भवति, अत्र प्रयोज्यकर्ता कर्मत्वं भवति, तत्र विकल्पेन गौणकर्मस्य कर्मणः तिङ् प्रत्ययेन उक्तः न भवति, तेन कारणेन एकमेव रूपं भवति पित्रा बालकः विद्यालयं गम्यते। समीचीनं वा? बहु समीचीनम्। इदानीं तत्र शुद्धकर्मणि प्रयोगे वाक्यं किं भवति? अत्र शुद्धकर्मणि प्रयोगे बालकेन विद्यालयः गम्यते। पूर्वस्मिन् पूर्वं यदा वाक्यमासीत् रामः हसति तत्र, हा तत्र रामेण हस्यते इति अस्ति। तर्हि कर्तरिप्रयोगे वाक्यं मया दत्तम्। इदानीं कर्मणि प्रयोगे अनिजन्तावस्थायाम् इत्युक्ते कर्तरीप्रयोगे निजन्तावस्थायां वाक्यं किम् इति वक्तव्यं, तदनन्तरं कर्मणि प्रयोगे वाक्यं किम् अस्ति, अनन्तरं कर्मणि निजन्ते वाक्यं किम् अस्ति इति क्रमेण वक्तव्यम्। अस्तु समीचीनं। तर्हि इदानीम् अग्रे शुभदा भगिनी वदतु। आं भगिनि, शिशुः ओदनं भुङ्क्ते, माता इति प्रयोजककर्ता, भुङ्क्ते इति प्रत्यवसानार्थकधातुः, शिशुः ओदनं भुङ्क्ते अत्र णिजन्तावस्थायां वाक्यं भवति। गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्तासणौ इत्यनेन धातुः प्रत्यवसानार्थकम् अस्ति इति कृत्वा प्रयोज्य कर्तुः कर्मत्वं भवति। शिशुः इति प्रयोज्यकर्ता, अतः तस्य कर्मत्वं भवति। माता शिशुम् ओदनं भोजयति इति भवति। माता शिशुम् ओदनं भोजयति इति अण्यन्तवस्थायां वाक्यम्। अण्यन्तवस्थायां तस्य कर्तरी कर्मणि प्रयोगः शिशुना ओदनः भुज्यधातु भुज्यते इति भवति। शिशुना ओदनः भुज्यते। अधुना णिजन्तावस्थायां कर्मणि प्रयोगे धातुः प्रत्यवसानार्थकः अस्ति इति कृत्वा भक्षार्थकधातोः कृते तत्र विकल्पद्वयं भवति। प्रयोज्यकर्तुः एकस्मिन् पक्षे, प्रयोज्यकर्ता यः अधुना कर्मत्वं प्राप्नोति तस्य एकस्मिन् पक्षे प्रथमा भवति, गौणकर्मस्य गौणकर्मणः द्वितीया भवति, अन्यस्मिन् पक्षे प्रयोज्यकर्तुः द्वितीया भवति, गौणकर्मणः प्रथमा भवति। अत्र एतस्मिन् उदाहरणे प्रयोजककर्तुः तु तृतीया विभक्तिः एव, अतः मात्रा शिशुम् ओदनं क्षम्यतां, मात्रा शिशुम् ओदनः भोज्यते विकल्पेन मात्रा शिशुः ओदनं भोज्यते इति भवेत्। समीचीनं। माता शिशुः ओदनं भोज्यते, मात्रा शिशुम् ओदनः भोज्यते खलु. आम् सम्यक् समीचीनम्. तत्र कारिकया बुद्ध्यार्थकदातवः भक्षार्थकदातवः शब्दकर्मकः एतेषां निजेच्छया इत्युक्तत्वात् विकल्पेन रूपद्वयं विवक्षानुगुणम्. आम् अस्तु समीचीनम्. तर्हि इदानीम् अग्रे नमस्ते भगिनी विजयलक्ष्मी विलम्बः जातः. अस्तु भवतेव वदतु. बालः गद्यं पठति. बालः गद्यं पठति. प्रयोजककर्ता अध्यापकः. अत्र बालः पठ् धातु, पठ् धातु शब्दकर्मकः धातु अस्ति. अतः प्रयोज्यकर्तुः द्वितीया किं भवति, कर्मसंज्ञा भवति. अतः निजन्तावस्थायाम् अध्यापकः बालं गद्यं पाठयति इति भवति. कर्मणि प्रयोगे बालेन गद्यं पठ्यते. बालेन गद्यम् इत्यस्य तु गद्यम् इत्येव भगिनी, नपुंसकलिङ्गे एव खलु? सत्यम्. बालेन गद्यं पठ्यते इति कर्मणि प्रयोगः. कर्मणि प्रयोगे निजन्तावस्थायाम् अत्र कारिका कार्यं करोति वा? कारिका केवलं बुद्ध्यर्थकः अपि च केन केन अवस्थायां शब्दार्थक अपि विवक्षा अस्माकं विवक्षा वा? अहं विस्मृतवती कारिका. इत्युक्ते अत्र गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म इति सूत्रं स्मरति खलु? हा असत्यं मध्ये गति विहाय अपि च अकर्मकः विहाय मध्ये ये त्रयः धातवः न क्रियापदानि सन्ति तेषां तु अस्माकं विवक्षा अनुगुणं भवति. अतः धातवः एव अत्र किं भवति, अध्यापकः बालेन गद्यं पठ्यते इति कर्मणि प्रयोगः. अध्यापकेन बालः गद्यं पाठ्यते इति एकं रूपम्, अध्यापकेन बालं गद्यं पाठ्यते इति अपरं रूपम्. अस्माकं विवक्षानुगुणम् एकवारं अध्यापकेन बालं गद्यं पाठ्यते इति अत्र गद्यम् इत्यस्य का विभक्तिः? प्रथमविभक्ति. समीचीनं सम्यक्. शुद्धकर्मणः प्रथमविभक्ति. समीचीनं. तर्हि इदानीम् अग्रे शोभा गद्यम् इत्यस्य भगिनी पुनरेकवारम्. अध्यापकेन बालः गद्यं पाठ्यते अपि च अध्यापकेन बालं गद्यं पाठ्यते. कुत्र प्रथमाविभक्ति इति उक्तवती? बालम् इत्यत्र खलु, बालम् इत्यत्र गद्यम् इत्यस्य प्रथमाविभक्ति. प्रथमाविभक्ति सत्यं. क्षम्यताम्. आं भगिनि अग्रिमं. बालिका चन्द्रं पश्यति. प्रयोजककर्ता माता. तत्र बालिका चन्द्रं पश्यति इति अण्यन्तावस्थायां कर्तरिप्रयोगे शुद्धकर्मणि भवति बालिकया चन्द्रः दृश्यते इति. इदानीं निजन्तवाक्यं प्रयोजककर्ता माता. माता तत्र दृश् इति धातुः, तस्य कृते एका वार्तिका अस्ति दृशेश्च इति. तेन प्रयोज्यकर् कर्तुः प्रयोज्य कर्तुः इत्युक्ते अण्यन्तावस्थायां बालिका इति प्रयोज्य कर्त्री अस्ति तस्य प्रयोज्यकर्मत्वं भवति एतेन वार्तिकेन अतः माता बालिकां चन्द्रं दर्शयति इति णिजन्तवाक्यं भवति इदानीं कर्मणि प्रयोगे तत्र वार्तिकस्य अन्वयः अस्ति वा इति यतोहि दृश् इति धातुः विशिष्टधातु विशेषज्ञानं ददाति अतः बुद्ध्यर्थकधातुः इति तस्य गणनं भवति वार्तिकं वार्तिकस्य प्रथमभागं भवति वा न भवति वा बुद्ध्यर्थक इद बुद्ध्यर्थक बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया कर्मत्वं भवति अथवा न भवति वार्तिकया इदानीं दृश्यधातुः प्रथमतया सम्यक्तया उक्तवती कर्तरिप्रयोगे दृश्यश्च इति सूत्रेण प्रयोज्य कर्तुः कर्मत्वं भवति इति सम्यक् उक्तवती इदानीं दृश्यधातुः विशेषज्ञानार्थकधातुः अस्ति तर्हि बुद्ध्यर्थकधातुः इति परिगण्यते वा न वा परिगण्यते इति मन्ये भगिनि परिगण्यते चेत् दृशेश्च इति वार्तिकस्य का आवश्यकता हा अत्रापि न भवति वा किन्तु भवति तत्र न इदानीं प्रथमतया तत्र दृष्टातुः बुद्ध्यर्थकः वा न वा इति एव प्रश्नः हा भवत्या गण्यते इति उक्तम् इति मन्ये अतः परिगण्यते अतः तत्र न भवति दृशेच्छ इत्यनेन न भवति वा अण्यन्तावस्थायां निजन्तावस्थायां इदानीं क्रमेण चिन्तयतु इदानीं दृशेश् अत्र दृष्टातुः बुद्ध्यर्थकः इति यदि स्यात् तर्हि गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणां अणिकर्तासणां सूत्रेणैव कर्मत्वं स्यात् खलु स्यात् सत्यं तर्हि किमर्थं वार्तिकं कृतम् इत्युक्ते तत्र गतिबुद्धिप्रत्यवसानशब्दकर्मकर्मकाणाम् इति सूत्रेण सामान्यगणने तस्य कर्मत्वं प्रयोज्यकर्मत्वं भवति न तु विशिष्टगणने इति अतः तत्रापि भवति विशिष्टज्ञानार्थकनां गणना न भवति अतः दृशेश्च इति वार्तिकं कृतम् इत्युक्ते कर्मणि प्रयोगे कथमस्ति कर्मणि प्रयोगे इदानीं विशिष्टज्ञानार्थे दृशेश्च इति कृतम् अतः तत्र तस्य गणनं अस्यां वार्तिकायां न भवति यतोहि तत्र ये धातवः गतिबुद्धिप्रत्यवसानार्थ इति सूत्रे सूचिताः तेषामेव प्रसङ्गः अतः यतोहि तत्र बुद्ध्यर्थकधातोः इति अस्ति वार्तिकायां तत्र न भवितुम् अर्हति इति मन्ये प्रयोज्यकर्तुः कर्मत्वं तर्हि मात्रा प्रयोजकर्तुः कर्तरी प्रयोगे प्रयोजकर्तुः कर्मत्वं भवति कर्मणि प्रयोगे प्रयोजकर्तुः कर्मत्वं किमर्थं न भवति कर्मणि प्रयोगे यतोहि तत्र गतिबुद्धिप्रत्यवसानार्थ इति सूत्रे ये धातवः सन्ति तेषां विषये वार्तिका अस्ति अपि च गतिबुद्धिप्रत्यवसान इति सूत्रे प्रत्यवसान किं तत्र बुद्ध्यर्थक इति धातूनां गणनं दृश् इति धातोः कृते नास्ति दृशेश्च इति वार्तिकेन भवति अतः अस्माकं विषयः तत्र इमां वाटिकां स्वीकृत्य कुर्मः चेत् तत्र विशिष्ट अर्थः न भवति इति चिन्तितवती. न पश्यतु, अत्र पश्यतु, तत्र वार्तिकस्य अवगमनं कथं भवेत्. वार्तिकमेकवारं पठतु. वार्तिकं किं वदति? हा, बुद्धिभक्ष दृशेश्च अथवा बुद्धिभक्षार्थ भगिनि? न, बुद्धिभक्षार्थयोः कारिका किं वदति? कारिका, हा, बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया इति वदति. अपि च प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः. अन्येषाम् इत्युक्ते तत्र गत्यर्थक अपि अकर्मकाणान् अकर्मकाणां विषयः. इति एव नास्ति, इति एव नास्ति. प्रयोज्यकर्मणः अन्येषाम् इति यदा वदति तत्र अन्येषां यत्र यत्र कुत्रापि कर्मत्वं सम्भवति. हा हा, अस्तु. अन्येषाम् इत्युक्ते यथा अस्माभिः मम तत् कोष्टकमस्ति खलु, कोष्टके पश्यति चेत् बुद्ध्यर्थकदातवः भक्षणार्थकदातवः शब्दकर्मकः इति एकः स्तम्भे अस्ति, एकस्मिन् स्तम्भे अस्ति. अनन्तरं येषां धातूनां प्रयोजकत्वं कर्मत्वं भवति गतिबुद्धिसूत्रेण वा वार्तिकेन वा. अस्तु अस्तु. अतः अत्र यद्यपि गत्यर्थकः नास्ति अकर्मकः नास्ति तथापि दृशेश्च इति वार्तिकेन कर्मत्वं सम्भवति खलु. भवति. हा हा हा, अस्तु. वाक्यं कथं भवति? अस्तु, इदानीं निजन्तवाक्यं भवति. माता बालिकां चन्द्रं दर्शयति. अपि च तत्र वार्तिकेन भवति इति इदानीं वैकल्पिकप्रयोगः नास्ति, तावदेव अस्ति इति मन्ये भगिनि तत्र. न न, इदानीं कर्तरिप्रयोगे उक्तवती वाक्यं, कर्मणि प्रयोगे वदतु. मात्रा, अस्तु, मात्रा बालिका चन्द्रं दृश् इति धातुः दर्श दर्शयति इति दर्श्यते इति भवति वा पाठ्यते पाठयति पाठ्यते दर्शयति दर्श्यते इति भवति. मात्रा बालिका चन्द्रं दर्श्यते इति भवति. सत्यं. तर्हि बालिका इति प्रयोज्य कर्म उक्तमस्ति. हा, प्रत्ययेन. आम् आम्, अस्ति, समीचीनं. तत्र वैकल्पिकप्रयोगः नास्ति. एकः प्रश्नः अस्ति, कर्तरी ण्यन्तावस्थायां भवत्या उक्तं सामान्य दृश्यति धातु किमर्थम् अत्र विशेषज्ञानार्थकधातु भवति? सामान्यधातु किं, विशेषार्थकधातु किं, दृश्यपि दृश्यसामान्य अर्थे अपि भवति वा? न न न, पश्यतु, यदा बुद्धिः इति वयं वदामः चेत् बुद्धिः इत्युक्ते तत्र किं, बुद्धिः इत्युक्ते तत्र ज्ञानं भवति खलु. बुद्धिः इत्युक्ते ज्ञानं, बुद्धिः ज्ञानम्, उपलब्धिः इति पर्यायपदानि. तर्हि बुद्धिः इत्युक्ते ज्ञानं. तर्हि ज्ञानं कथं भवति? सामान्यतया ज्ञानम् इति वयं वक्तुं शक्नुमः, अथवा विशेषतया अहं वक्तुं शक्नोमि अहं चक्षुषा ज्ञानं प्राप्नोमि, अहं तत्र पञ्च ज्ञानेन्द्रियैः ज्ञानं प्राप्तुं शक्नोमि, त्वचा ज्ञानं प्राप्तुं शक्नोमि, रसनेन्द्रियेण ज्ञानं प्राप्तुं शक्नोमि इति एतादृश पञ्च इन्द्रियैः यत् ज्ञानं जायते तद् विशेषज्ञानं, तद् विशेषज्ञानं. सामान्यतया अहं किम् अहं वेदं जानामि इति वदामि चेत् जानामि इत्यत्र ज्ञानार्थकः अस्ति, परन्तु विशेषज्ञानार्थकः नास्ति. तत्र वेदम् अहं कथं ज्ञातवती इति न उक्तं. तत्र मया चक्षुषा ज्ञातं वा, मया श्रवणेन्द्रियेण ज्ञातं वा, कथं ज्ञातं तत् इति न उक्तम्. यदा तत्र विशिष्ट इन्द्रियैः ज्ञानं जायते तदानीं विशेषज्ञानार्थकः भवति. तर्हि गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रे बुद्धिः इति यद् उक्तं तत्र कस्य ग्रहणम् इति प्रश्नः. बुद्धिः इत्यनेन कस्य ग्रहणम् इति चेत् सामान्यज्ञानार्थकधातूनां ग्रहणं वा, यथा तत्र बुद्धिधातुः अस्ति बोधयति, बोधयति इति सामान्यज्ञानार्थकधातुः अस्ति. तत्र विशिष्टज्ञानार्थकः नास्ति, परन्तु पश्यति इति चेति चेत् विशिष्टज्ञानार्थकः अस्ति, चक्षुषा ज्ञानं जायते खलु इति विशिष्टज्ञानार्थकधातु. तर्हि गतिबुद्धिप्रत्यवसनार्थक इति सूत्रे बुद्धिः इत्यनेन सर्वेषां ज्ञानार्थकानां ग्रहणं वा इति चेत् न, केवलं सामान्यज्ञानार्थकानां ग्रहणं, विशिष्ट इन्द्रियैः जायमानं यत् ज्ञानमस्ति तस्य ग्रहणं नास्ति. यदि अस्ति तर्हि दृशेश्च इति वार्तिकस्य आवश्यकता न स्यात्. अस्तु अस्तु, पश्यति इति विशेष ज्ञानार्थकधातु, किमर्थमिति चेत् चक्षुषा ज्ञानं भवति इति कारणेन वा. सत्यं, विशेष इत्युक्ते ऐ नो इति वयं वदामः चेत् सामान्यतया ऐ नो, बदन् ऐ नो थ्रू मै ऐस् आर् यु नो इति तादृशं विशेषतया वयं वदामः चेत् विशिष्टज्ञानार्थकः खलु. धन्यवादः भगिनि. ऐ एम् पर्सीविङ्ग् सम्थिङ्ग् इति तादृशम्. भगिनी अत्र कश्चन संशयः, इदानीं मात्रा बालिका चन्द्रं दर्श्यते इति रूपं स्यात् खलु अन्यन्त अवस्थायां? न्यन्तावस्थायां. तर्हि दर्श्यते इत्यत्र आत्मनेपदीरूपम् इति वक्तुं शक्यते वा? आत्मनेपदीरूपमेव. तर्हि अत्रापि रूपद्वयं भव तादृशरूपविकल्पेन वाक्यद्वयं भवति वा अत्र? अभि भवती वदतु, भवती कस्य प्रमाणं किं, तस्य कथं भवति? अन्यत् वार्तिकमस्ति खलु, अभिवति दृश्योरात्मनेपदे वेत्ति वाच्यम् इति वार्तिकेन. दृश्यधातोः आत्मनेपदीरूपम् अस्ति चेत् तत्र विकल्पेन प्रयोज्यकर्तुः कर्मत्वं स्यात् इति अस्ति खलु, तेन इदानीं दर्श्यते इति वदामः चेत् आत्मनेपदी इति स्वीकृत्य अत्र बालिका इत्यस्य कर्मत्वं विकल्पेन भवति चेत् एकस्मिन् पक्षे बालिका इति एव रूपं, मात्रा बालिका चन्द्रं दर्श्यते, नो चेत् इदानीम् अभिवादिदृशोरात्मनेपदे वेति वच्यम् इति वार्तिकस्य अर्थः कः? अभिपूर्वकवद् धातोः अथवा केवलं दृश्यधातोः आत्मनेपदी रूपे विकल्पेन कर्मत्वम् इति चिन्तयामि, विकल्पेन कर्मसंज्ञा प्राप्नोति. दृश्यधातोः अन्यन्तावस्थायां कर्ता, न्यन्तावस्थायां विकल्पेन कर्मसंज्ञा प्राप्नोति इति अस्ति. सम्यक्. तर्हि अत्रापि दर्श्यते इति आत्मनेपदीरूपम् इति स्वीकृत्य कर्मसंज्ञा प्राप्नोति चेत् बालिका इति एव, कर्मसंज्ञा नास्ति. एकस्मिन् पक्षे समानमेव, श्रूयते भगिनि. इदानीं विकल्पेन न श्रूयते वा? मात्रा बालिका चन्द्रं दर्श्यते इति एकस्मिन् क्षम्यतां भगिनि, मात्रा बालिका चन्द्रं दर्श्यते इति यत्र बालिकायाः कर्मत्वं यत्र अस्ति, इदानीं विकल्पेन इति वदामः चेत् बालिकायाः कर्मत्वं नास्ति चेत् अत्र किं स्यात्? बालिकया तृतीया भवति वा? तृतीया कर्मत्वं नास्ति चेत् किं, का संज्ञा भवति तत्र? कर्तृकर्मणो तृतीया बालिकया. तर्हि माता बालिकया चन्द्रः दर्श्यते इति स्यात् वा? इति भवति इति स्यात्, इति स्यात्. समीचीनम् इति स्यात्. अस्तु, अत्र कर्तृप्रयोगे च दर्शयते इति वाक्यमपि भवति इति चिन्तयामि. दर्शयति दर्शयते इति भवति चेत् अत्रापि रूपद्वयं वाक्यद्वयं कर्तरिप्रयोगे तत्र दृश्यत्यस्य सूर्यकुमारी भगिनी तत्र एकवारम् उक्तवती तत्र स्मारयतु तत्र दृश्यधातोः आत्मनेपदी न भवति इति उक्तवती खलु. दृश्यते दृश्यते इति भवति दर्शयति इति अस्ति दर्शयते अपि समीचीनमिति भाति ण्यन्तावस्थायां खलु अतः किम् अस्ति निचश्च इति सूत्रम् अस्ति खलु तेन आत्मनेपदीरूपमपि भवेत् खलु. दर्शयते इति अपि रूपम् अस्ति अस्तु समीचीनम् अस्ति अस्तु समीचीनम् यदुक्तवती तत् सम्यक् अस्ति अस्तु तर्हि अग्रे गच्छामः. अवगतं खलु सर्वैः यत् भगिन्या उक्तम्? आं भगिनि. तर्हि इदानीम् अग्रे विनय महोदय वदतु. भिन्नवार्तिकेन रूपद्वयं सिद्ध्यति खलु हृक्रोर् अन्यतरस्यां तत्र अन्येकं वार्तिकम् आसीत् तद्वार्तिकेन रूपद्वयं सिद्ध्यति खलु. हा एकं तु हृक्रो अन्यतरस्याम् इति सूत्रमस्ति तत्र एव अभिभागे दृश्योरात्मनेपदे वेत्ति वाच्यम् इति वार्तिकमस्ति तत्रापि एतत् वार्तिकमस्ति तत् अन्यत् सूत्रमस्ति अभिवादिदृशोर् आत्मनेपद उपसङ्ख्यानम् आत्मनेपदे वाच्यम् इति वेति वाच्यं वा इति वाच्यम् अस्माकं करपत्रे अस्ति भगिनि. अस्ति अस्ति अस्ति अस्ति अस्तु विनय महोदय अग्रे. तर्हि भगिनी बालिका चन्द्रं पश्यति अत्र किं भवति कर्मणि रूपे कर्मणि रूपेण फैनल् आन्सर् न्यन्तावस्थायां कर्मणि मात्रा बालिका बालिकया न प्रयोगः भवति कर्मसंज्ञा भवति खलु ओ विकल्पेन कर्मसंज्ञा भवति दृशेश्च इत्यनेन तस्य प्रयोज्यकर्तुः कर्मसंज्ञा भवति तर्हि एकदा कर्मसंज्ञा भवति चेत् तत्र कर्मणि प्रयोगे तत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा कर्मकाणाम् इत्यस्मिन् तत्र तु पठितं नास्ति इति कृत्वा प्रयोज्यकर्तुः प्रथमा एव भवेत् खलु. अतः मात्रा बालिका चन्द्रं दर्श्यते इति एकं रूपम् अन्यत् रूपम् अन्यत् किमर्थम् अन्यत् रूपम् अभिवादिदृशोरात्मनेपदे वेति वाच्यम् इति किं वदति अहं न जानामि तत् वार्तिकं क्षम्यताम् तत्र एकं वार्तिकमस्ति पठितमस्ति अभिवादिदृशोरात्मनेपदी वेत्ति वाच्यम् इति करपत्रे अस्ति पश्यतु उपरि भगिनि तत् कर्तरिप्रयोगे एव कार्यं करोति खलु किमर्थं कर्मणि प्रयोगे अपि कर्मणि ण्यन्तावस्थायाम् इति अस्ति विकल्पेन कर्मसंज्ञा प्राप्यते इति आत्मनेपदी अत्र आत्मनेपदी प्रयोगे परन्तु तत्तु कर्तरिप्रयोगे एव अस्ति खलु. कुत्र उक्तं कर्तरिप्रयोगे एव इति तत्र तु हृक्रोर् अन्यतरस्यां सर्वं कर्तरिप्रयोगे एव खलु. न न न सूत्रे किमपि न उच्यते कर्तरिप्रयोगे वा कर्मणि प्रयोगे वा इति न उच्यते. हृक्रोर् अन्यतरस्याम् इति सूत्रेण हृक्रु इत्यनयोः धातोः योगे ण्यन्तावस्थायां प्रयोजकर्तुः कर्मत्वम् इति तावदेव उक्तम् परन्तु आत्मनेपदस्य विषयः तु वार्तिकेन यद् उक्तं तद् द्वितीयः स्तम्भे न भवति वा? न, तत्र कारिकया तत्र कर्मत्वं भवति न वा इति विषयः एव नास्ति कारिकया. सत्यं सत्यं सत्यं अस्तु. कर्मत्वं तु गतिबुद्धिसूत्रेण अथवा हृक्रोर् अन्यतरस्यामिति सूत्रेण अथवा वार्तिकेन भवति कर्मत्वं. यदा कर्मत्वं जातं तदानीं तत्र कर्मत्वं किङ् प्रत्ययेन उक्तं वा न वा इत्येव विषयः अस्ति कारिकायाः. अस्तु अस्तु विनय महोदय अग्रे. रामः गृहं निर्माति अण्यन्त योजककर्ता अस्ति अभियन्ता. अत्र निर्मा धातुः अस्ति, अहं किञ्चित् जानामि निर्मा धातुः अस्ति, परन्तु धातु यदि अन्यधातुसम्बन्धे पश्यामः तर्हि अत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकानाम् अकर्मकाणि कर्तासरणौ अन्तर्भूता प्रायश नास्ति, मनधारणा नास्ति. अतः धातुः अस्ति निर्मा, तर्हि अभियन्ता प्रयोजककर्ता अस्ति, तर्हि निर्मा नास्ति खलु. निर् इति तु उपसर्गः. न निर्मा, परन्तु निर्मा धातु निर् उपसर्ग यदि अहं मा सम्बन्धे केवलं वदामि तर्हि प्रक्रिया कः अहं न जानामि, परन्तु यदि निर् अहं जानामि निर् उपसर्ग अस्ति, परन्तु न कर्मवचनीयते अहं न तत्र अहं न गच्छामि, परन्तु यदि मा धातु आधारेण निर्योगा मा धातु भवति तर्हि प्रक्रिया कः, ऐ मीन् फस्ट् प्रक्रिया कः अहं न जानामि, परन्तु निर्मा धातु अस्ति. न इदानीं वाक्यं वदतु, कर्तृप्रयोगे वाक्यं निजन्तवाक्यं भवति. ओके, कर्तृप्रयोगे बुद्धि प्रयोजककर्ता अस्ति अभियन्ता, तथा अभियन्ता रामे यथा कर्मत्वं न भवति प्रयोजककर्तृसम्बन्धे, तर्हि अभियन्ता रामेण गृहम् अत्र आत्मास्ति निर्मा, तर्हि निर्मापयति भवति. यदि वयं जानीमः अन्यसूत्राधारेण अर्तिव्रि इत्यादिसूत्राधारेण यत्र धातु दा व्यवस्था अस्ति तर्हि पुक् आगमः भवति, तर्हि प्रायशः निर्मापयति भवति, परन्तु कर्तृप्रयोगे. परन्तु कर्मणि प्रयोगे तर्हि अगेन विषयः अस्ति कारिका आधारेण व्यवस्था कः, तर्हि कारिका आधारेण अपि यदि कर्मणि वदामः तर्हि अभियन्त्रा रामः शुद्धकर्मणि प्रयोगे किं भवति? शुद्धकर्मणि शुद्धकर्मि शुद्धकर्मि साधारणकर्मणि तथा रामः गृहं क्षणम् अत्र रामः गृहं क्षम्यतां न रामः साधारणकर्मणि भावकर्मणि अथ रामेण गृहं निर्मीयते भवति यदा अहं न जानामि यदा अन्यसम्बन्धः निर्मीयते भवति रामेण गृहं निर्मीयते. इदानीं यन्तवस्थायां कर्मणि इदानीं ण्यन्त अवस्थायां कर्मणि प्रयोजककर्ता अस्ति अथ अभ्यन्तरः रामः गृहं वयं जानीमः निर्मापयति निर्मापयति तर्हि निर्माप्यते वदति निर्माप्यते वाक्ये वदतु हा वाक्य अस्ति अभियन्त्रः रामः गृहं निर्माप्यते कर्ता कः पुनः कर्ता कः वदतु पुनः वाक्यं वदतु पुनः वाक्यं न श्रुतं क्षम्यताम् अभियन्त्रा अभियन्त्रः रामः गृहं निर्माप्यते यदि वयं जामः निर्मापयति तो तर्हि एव निर्मापि इत्यापि अथ निर्माप्यते भवति स्पष्टतया न न न नीयते निर्माप्यते निर्मीयते इति तु कर्मणि शुद्धकर्मणि तत्तु उक्तं खलु रामेण गृहं निर्मीयते इति शुद्धकर्मणि इदानीं यन्तावस्थायां निर्माप्यते तत्र निर्मीयते निर्मीयते निर्मीयते शुद्धकर्मणि शुद्धकर्मणि हा तत्र ईकारः कथं भवति योगः मा योगः यक् योगः गुमास्ता गुमास्ता जहाति साम्भली गुमास्तापा सा जहाति सत्यं धन्यवादः अस्तु तर्हि इदानीम् अग्रे गच्छामः तर्हि तत्र अरुणभगिनी वक्तुमिच्छति वा आं भगिनि भगिनि क्षम्यतां भगिनि इदानीं मा इति धातुः कारिकया च निजेचया न भवति अन्येषु धातुषु गणे एव भवति खलु गतिपुत्र्यर्थ कर्मत्वं कदाचिदपि न भवति खलु कर्मत्वं न भवति खलु कदाचित् न भवति तर्हि अत्र तृतीयविभक्ति एव स्यात् खलु कर्मत्वं यदा न भवति हा हा हा हा हा हा सम्यक् तर्हि तत्र अभियन्त्र रामेण इति भवेत् रामेण अभियन्त्र रामेण गृहं निर्माप्येत इति भवेत् निर्माप्यते रामेण इति भवेत् न तु रामः सम्यक् अरे विनय महोदय पुनः वदतु ओके कर्मणि कर्मणि कर्मणि ऋण्यन्त भगिनि ऋण्यन्त कर्मणि अथ अभियन्त्रा रामः रामः रामः नास्ति रामेण इत्युक्ते रामस्य कर्मसंज्ञा नास्ति खलु नो वयं ऋण्यन्त कर्मणि वदामः त्रिवन् अभियन्त्रा रामः न न 311 इति नास्ति 311 इति नास्ति अत्र अत्र 311 इति नास्ति अत्र कर्मद्वयम् अस्ति खलु राम अत्र कर्मद्वयम् अस्ति एकः एव कर्म एकमेव कर्म अस्ति कर्म किम् अस्ति अत्र रामकर्म अस्ति गृहं कर्म अस्ति न रामस्य कर्मसंज्ञा केन सूत्रेण रामस्य कर्मसंज्ञा अस्ति गतिबुद्धिप्रत्यवसानात् शब्द आधारेण किमर्थं धातुः कीदृशः न तर्हि अहं वदामि अत्र कर्मत्वं न भवति यथा धातु निर्मा अस्ति कर्मत्वं न भवति चेत् वाक्यं वदतु इदानीं कर्मत्वं न भवति यदि कर्मत्वं न भवति तर्हि तर्हि कर्ता अर्थात् प्रयुज्यकर्ता कर्तीकरणयोः आधारेण तृतीया भवति तर्हि एव वयं तृतीया भवति परन्तु ओ क्षम्यताम्। वाक्यं प्रथमं परन्तु यदि केवलं कर्त्री वदामः प्रथम अभियन्ता कर्त्री सम्यक् उक्तं कर्त्री कर्त्री सम्यक् उक्तं कर्त्री अपि वदतु पुनः एकवारं। हा कर्त्री प्रथम अभियन्ता रामेण गृहं निर्मापयति कर्त्री। सम्यक्। इदानीं कर्मणि अभियन्त्रः अभियन्त्रा तृतीया रामः गृहं निर्माप्येत। न रामः इति नास्ति महोदय तत्र रामः इति यदा वदति तदानीं कर्मसंज्ञा अस्ति चेदेव रामः इति वक्तुं शक्यते। रामः इत्यस्य कर्मसंज्ञा नास्ति खलु कर्तृसंज्ञा एव अस्ति रामेण इति वक्तव्यम्। अभ्यन्तर रामेण गृहं निर्माप्यते गृहम् इत्यस्य अहं न अवगच्छामि। इदानीम् अवगतं वा? इदानीं न पश्यतु रामः इति कर्तरीप्रयोगे भवता उक्तं रामेण इति उक्तं यतोहि रामस्य कर्मसंज्ञा नास्ति इति उक्तं। तर्हि कर्मणि प्रयोगे अपि रामस्य कर्मसंज्ञा नास्ति। कर्मसंज्ञा नास्ति चेत् कर्ता एव अस्ति। कर्ता अस्ति चेत् अनुक्तकर्तरी इदानीं निर्माप्यते इति कर्मणि प्रयोगे अस्ति। निर्माप्यते इति कर्मणि प्रयोगे अस्ति तर्हि कर्मणि प्रयोगे तत्र तिङ् प्रत्ययेन कर्म उक्तं भवति। अत्र कर्म किम् अस्ति? रामः कर्म नास्ति। रामकर्ता अतः रामः इति प्रथमभक्तिः कदापि न भवति खलु। अनुक्त तिष्ठति तर्हि तृतीय भवति। परन्तु कर्मणि ऋण्यन्त कर्मणि अन्तर्भूता अपि रामेण भवति। अवगच्छामि भगिनी। तत्र भगिनी निर्माति विषये नियन्त्रणम् अस्ति वा तत्र? हा नियन्त्रणम् अस्ति वा इति प्रतिपादयतु। इत्युक्ते तत्र अभियन्ता रामेण गृहं निर्मापयति इति तत्र सः एव नियन्त्रकर्तृकः इति वदति वा? वदतु। नियन्त्रकर्तृकस्य वहेः अनिश्चातोः प्रयोगः नास्ति खलु अत्र? ओके धन्यवादः भगिनि। अस्तु अरुणा भगिनी कृपया। भगिनि त्वान्तः मार्गं जानाति प्रयोजककर्ता आरक्षकः जानाति इति बुद्ध्यर्थक अस्ति बुद्ध्यर्थक धातु कर्मणि प्रयोगे रामः पान्तेन मार्गः ज्ञायते इति आरक्षकः न न केवलं शुद्ध कर्मणि प्रयोग भगिनि। शुद्धवाक्यं किम् अस्ति? पान्तेन मार्गः ज्ञायते। पान्तेन मार्गः ज्ञायते सम्यक् कर्तरिप्रयोगः तथा भवति नकारान्तशब्दः शब्दः नास्ति खलु पान्तः इति अस्ति खलु? ओ पान्तः पन्ताः नास्ति। क्षम्यता कर्मणि कर्तरि निजन्तरूपेण प्रयोजककर्ता आरक्षकः आरक्षकेन भवन्तः कर्तरिप्रयोगे वदतु। कर्तरिप्रयोगे निजन्तकर्तरिप्रयोगे आरक्षकः पान्तं ग्रामं ज्ञापयति पान्तं मार्गं ज्ञापयति भगिनि मार्गं ज्ञापयति मार्गं ज्ञापयति कर्मणि प्रयोगे आरक्षकेन अन्तः ग्रामं ज्ञापयते ग्रामं नास्ति मार्गः अन्तादि मार्गः मार्गः ज्ञापयते अन्यरूपमस्ति पुनः तत् वाक्यं वदतु क्षम्यताम् आरक्षकेन पान्तः मार्गं ज्ञापयति ज्ञापयति इति नास्ति खलु ज्ञापयते ज्ञापयते ज्ञाप्यते ज्ञाप्यते ओ ओके ज्ञाप्यते अन्यरूपमस्ति आरक्षकेन पान्तं मार्गः ज्ञाप्यते सम्यक् समीचीनम् इति बुद्ध्यर्थकदाचिदाचिरस्ति समीचीनं सम्यक्तया उक्तवती धन्यवादः धन्यवादः अस्तु इदानीं तत्र अग्रे उषा भगिनी अस्तु भगिनि प्रयत्नं करोमि ऐ मिस्ड् सो मेनि क्लासेस् सञ्चालकः मार्गं जानाति प्रयोज्यकर्ता निर्देशकः सञ्चालकः मार्गं जानाति कर्तृप्रयोग कर्मणि प्रयोग सञ्चालकेन शुद्धकर्मणि सञ्चालकेन मार्गम् इति नपुंसकलिङ्गम् इति मन्ये सञ्चालकेन मार्गं मार्गं ज्ञायते इति शुद्धकर्मणि चिन्तयतु पुनः चिन्तयतु वाक्यं सम्यक् अस्ति वा मार्गम् इति पुल्लिङ्गः ओके पुल्लिङ्गः ओके सञ्चालकेन मार्गः ज्ञायते ज्ञायते इत्यनेन मार्गः उक्तः भवति अस्तु प्रयोजककर्ता निर्देशकः इति प्रयोजककर्ता सो कर्तरि णिच् वाक्यमस्ति बुद्ध्यर्थकधातु जानाति इति बुद्ध्यर्थकधातु इत्यनेन गतिबुद्धिप्रत्यवसानात् शब्दकर्म कर्मकाणाम् अणिकर्ता सर्णौ इत्यनेन कर्मसंज्ञा प्राप्नोति सो सञ्चालकम् इति भवति निर्देशकः सञ्चालकं मार्गं ज्ञापयति इति भवति कर्तरि णिच् कर्मणि णिच् कारिकया बुद्ध्यर्थकधातु अस्ति चेत् निजेचया सो रूपद्वयम् अस्ति कर्मणि णिच् कर्मणि णिच् इति कृते निर्देशकेन सञ्चालकं लेट् मी से द अदर् वन् सञ्चालक आरक्षकेन नाट् आरक्षक सो निर्देशकेन मार्गं सञ्चालकः ज्ञाप्यते सञ्चालकः उक्तः भवति इति चेत् ज्ञाप्यते कृते ज्ञाप्यते इत्यनेन सञ्चालकः उक्तः भवति चेत् निर्देशकेन सञ्चालकः ज्ञाप्यते मार्गम् ओके देन् निजेचया इत्यनेन मार्गं मुक्तः भवति चेत् निर्देशकेन सञ्चालकं मार्गं ज्ञाप्यते मार्ग इति मार्गः वा ऐ डोण्ट् मार्गः मार्गः नपुंसकलिङ्ग पुल्लिङ्ग ओके मार्गः पुल्लिङ्ग सो निर्देशकेन सञ्चालकं मार्गः ज्ञाप्यते. सो ज्ञाप्यते इत्यनेन मार्गः उक्तः भवति, यतोहि मार्गः मार्ग इति पुल्लिङ्गं भवति. ओके, समीचीनं, सम्यक्. बहुकालात् न आगतवती, तथापि उक्तवती. धन्यवादः भगिनि. सम्यक्, तर्हि अग्रे वंशी भगिनि. हा भगिनि, रमा कन्दुकं ददाति, प्रयोजककर्ता बालकः. अस्तु, तत्र ददाति, अस्तु, तत्र बालकः प्रयोजककर्ता अस्ति. तत्र सामान्य न अन्यन्तावस्थायां कर्तृवाक्यमस्ति. बालकः तत्र ददाति इति धातु दाधातु अस्ति. तत्र केनापि सूत्रेण नो चेत् गतिबुद्धि इत्यनेन तत्र कर्मसंज्ञा प्रयोज्यकर्तुः कर्मसंज्ञा न प्राप्नोति. अतः तत्र बालकः रमया कन्दुकं दापयति इति भवति. बालकः रमया कन्दुकं दापयति, यतोहि था इति धातुः अस्ति, तत्र कर्तृप्रयोगे अस्ति. शुद्धकर्मणि प्रयोगः अस्ति. रमया कन्दुकः दीयते इति भवति. तस्मात् अनन्तरम् अन्यन्तावस्थायां बालकेन रमया कन्दुकः दाप्यते इति भवति. श्रूयते वा भगिनि? हरि ओम्, श्रूयते वा? सम्यक् सम्यक्, समीचीनं, श्रूयते. अस्तु, हा, बालकेन रमया कन्दुकः दाप्यते. दाप्यते, अस्तु, समीचीनं. तर्हि इदानीं अग्रे सूर्यकुमारी भगिनी वदतु. हा भगिनि, बालकाः अन्नं खादन्ति, कर्तृप्रयोगे अस्ति, प्रयोजककर्ता माता अस्ति, कर्तृ कर्मणि शुद्धकर्मणि प्रयोगे खादन्ति बहुवचनमस्ति, बालकाभिः अन्नं बालकाभिः बालकैः बालकैः क्षम्यतां, तृतीयबालकै बालकैः बालकैः अन्नं खाद्यन्ते. न, कर्तरिप्रयोगे वदतु पुनः एकवारं, निजन्तव्यवस्थाय वाक्यं किमस्ति? ओ, क्रमेण वदतु. कर्तरिप्रयोगे निजन्तावस्था, अनन्तरं कर्मणि प्रयोगे शुद्धकर्मणि, अनन्तरं निजन्तकर्मणि. कर्तरि निजन्त अस्ति, बालकाः कर्तरि निजन्त, माता बालकैः अन्नं खादयति. अत्र किमर्थं प्रयोजककर्तुः कर्मत्वं नास्ति? अहिंसा अस्ति, धातुः यद्यपि प्रत्यवसानार्थकः अस्ति, अतः गतिबुद्धि इति सूत्रेण कर्मत्वं स्यात्, परन्तु आदिकाद्योर्न इति वार्तिकेन निषिध्यते. निषिध्यते, आम्, कर्मत्वं न भवति चेत् भवति. निजन्त कर्मणि प्रयोगे मात्र शुद्धकर्मणि शुद्धकर्मणि बालकैः अन्नं बालकैः अन्नं खाद्यन्ते शुद्धकर्मणि किमर्थं खाद्यन्ते इति वदति तत्र नियमः कः कर्मणि प्रयोगे ओ अन्नं क्षम्यतां बालकैः अन्नं खाद्यते एकवचनमस्ति अन्नं खाद्यते अन्नं नपुंसकलिङ्गमस्ति कर्मणि क्षम्यतां निजन्तकर्मणि मात्रा बालिकैः अन्नं बालिकैः ओ बालकान् अन्नं किमर्थं बालकान् बालकाः द्वितीया न भवति क्षम्यतां कर्मत्वं न भवति तृतीया भवति खलु भगिनि तृतीया भवति चेत् किं किं भवति वाक्यं बालकाः तृतीया भवति चेत् बालकैः बालकैः इति वक्तव्यं खलु भवती किम् उक्तवती बालिकैः इति उक्तवती बालकैः बालकैः अन्नं खादि भवति खादयति न अत्र पश्यतु कर्तरिप्रयोगे खादयति इति अस्ति खलु खादयति इत्यत्र खादि इति धातुः खादि इत्यत्र इच् प्रत्ययस्य लोपः भवति कर्मणि प्रयोगे अतः खाद्यते आत्मनेपदिप्रयोगः क्षम्यतां भगिनि खाद्यते भवति आम् मात्रा बालकैः अन्नं खाद्यते खाद्यते अस्तु समीचीनम् तर्हि इदानीम् उमा भगिनी वक्तुमिच्छति वा अस्तु विजयभगिनी अत्र मात्रा बालकैः अन्नं खाद्यते वा मात्रा बालकाः अन्नं खाद्यन्ते किल किमर्थं बालकाः तृतीया न भवति भगिनी तृतीया न भवति तत्र किल बुद्धिभक्षार्थयोः शब्दकर्मणात् निजे चेत् अत्र यदि कर्मभक्षार्थयोः इति उक्तम् परन्तु निषिद्धं खलु तत्र कर्मत्वं कर्मत्वं यदा भवति तदानीं बुद्धिभक्षार्थयोः इति वयं वदामः अत्र कर्मत्वमेव न सिद्धम् आदिकाद्योर्न इति निषिद्धं खलु इत्युक्ते बिफोर् द अप्लिकेशन् आफ् द कारिका अत्र निर्णयः कर्तव्यः कर्मत्वम् अस्ति वा न वा कर्मणि अहं कर्मप्रयोगे वदामि कर्मणि प्रयोगे आदिकाद्योगे वा भवतु कर्मणि प्रयोगे वा भवतु कर्तरिप्रयोगे वा भवतु प्रयोज्यकर्तुः कर्मत्वम् अस्ति वा न वा इति प्रथमः प्रश्नः कर्मत्वम् अस्ति चेत् तदानीं तत्र कारिकायाः प्रयोगः यदा कर्मत्वमेव नास्ति तदानीं प्रयोजकर्ता इत्येव तिष्ठति खलु अवगतं वा आदिकाद्यो आदिकाद्यवार्तिकम् एव प्रथमं स्थापनं कर्तुं तत्र प्रयोजनं भवति कर्मत्वमेव न सिद्धम् कर्मत्वमेव न सिद्धं चेत् निजे चया इति कथं वक्तुं शक्नुमः प्रयोजकर्तुः कर्मत्वं नास्ति यदि कर्मत्वम् अस्ति तदानीं विकल्पेन भवति कर्मत्वमेव नास्ति इदानीं सो मात्रा बालकैः अन्नं खाद्यन्ते एकमेव रूपं परन्तु क्रियापदं सम्यक्तया वदतु वाक्यम् मात्रा बालकैः अन्नं मात्रा खाद्यते किमर्थं खाद्यते किमर्थं खाद्यन्ते इति न स्यात् खाद्यन्ते एव उक्तं प्रथमं मया मात्रा बालकाः प्रथमतया खाद्यन्ते इति उक्तवती खाद्यन्ते इति उक्तवती तर्हि खाद्यन्ते इति किमर्थं खाद्यते इति किमर्थम् इति वदतु खाद्यन्ते किमर्थम् इत्युक्ते बालकैः इति बालकैः खाद्यन्ते बहुवचनं तृतीय अत्र कर्मणि प्रयोगे कर्मणि प्रयोगे तदनुप्रत्ययः कम् अनुसरति इदानीं बालके अन्नं खाद्यते न इदं शृणोतु बालकेन ग्रामः गम्यते बालकेन ग्रामाः किम् बालकेन ग्रामाः गम्यन्ते किमर्थं गम्यन्ते तत्र ग्रामाः इति बहुवचनं ग्रामाः इति किम् अस्ति तत्र कर्म अस्ति खलु अस्माकं वाक्ये कर्म किम् अस्ति अस्माकं वाक्ये चिन्तनं तत्र अन्नमित्येव कर्म अस्ति खलु किमस्ति कर्म बालकः बालकाः अन्नं खादन्ति इत्यत्र अन्नमेव कर्म अस्ति खलु शुद्धकर्म शुद्धकर्म तत्र शुद्धवाक्ये निदर्शव्यवस्थायामपि कर्मद्वयं भवितुमर्हति नो चेत् एकमेव कर्म भवितुमर्हति यदि प्रयोजकर्तुः कर्मत्वं लभ्यते तदानीं कर्मद्वयं भवति प्रयोजकर्तुः कर्मत्वं न लभ्यते चेत् अत्र शुद्धकर्म एकमेव कर्म भवति तर्हि कर्मणि प्रयोगे कर्म अन्नमेव कर्म एककर्म एकमेव कर्म अतः खाद्यते इति तिङ् प्रत्ययः अन्नमेव अनुसरति बालकैः खाद्यन्ते इति न वक्तव्यम् खाद्यते प्रत्ययेन तिङ् प्रत्ययेन अन्नमेव उक्तमस्ति अस्तु तस्मात् मात्रा बालकैः अन्नं खाद्यते सत्यं धन्यवादः भगिनि अस्तु विजया भगिनि नमस्कारः महोदय नमस्कारः महोदय अत्र सीता कथां स्मरति प्रयोजककर्ता शिक्षिका अत्र अत्र कर्तरिप्रयोगे शिक्षिका सीतया कथां स्मारयति वा महोदय महोदय स्मारयति समीचीनं स्मारयति समीचीनं प्रथमं वदतु प्रयोज्यकर्तुः कर्मत्वं भवति वा न वा प्रयोज्य कर्तु सीता इति प्रयोज्य सीता एव अत्र प्रयोज्य कर्त्री इति अस्ति अत्र किं कर्त्री अस्ति एव सीता प्रयोज्यकर्त्र्याः कर्मत्वम् अस्ति वा नास्ति वा कर्मत्वम् अस्ति एव महोदय कर्मत्वम् अस्ति एव अत्र कर्म सूचयति अत्र कथामिति किं वदामः तत्र एकनिमिषं महोदय हलो Thank you. अस्ति वा भगिनि? भगिनि एकनिमिषं भगिनि. मृधातु बुद्ध्यर्थः नास्ति खलु भगिनि? अस्तु उमा भगिनी वदतु. अस्ति वा उमा भगिनी? शब्दकर्म कदातु भवति किल? मीना भगिनी भवत्या न वक्तव्यं, भवत्या न वक्तव्यम्. उमा भगिनी वदतु. ओके, सीता कथां स्मरति, प्रयोजककर्ता शिक्षिका. सो सीता कथा स्मरति इत्यस्य कर्मणि प्रयोग सीतया कथां स्मार्यते. अत्र प्रथमतया कर्तरिप्रयोगे वदतु, निजन्तकर्तरिप्रयोगे. निजन्तकर्तरिप्रयोग, ओके. शिक्षिका शिक्षिका सीतां कथां कथां स्मारयति स्मारयति. किमर्थं सीताम् इति अस्ति प्रयोजकर्तु? कर्मत्वं कथं? कर्मत्वं शिक्षिका शिक्षिकया सीताम् अत्र कर्मत्वं प्राप्यते, द्वितीयाविभक्ति आगच्छति. कर्मत्वं प्राप्यते केन सूत्रेण? केन सूत्रेण? सारि, ऐ डोण्ट् रिमेम्बर् द सूत्र. बुद्धि अभिगति बुद्धि कथा स्मारयति चेत् बुद्ध्यर्थ खलु स्मारयति, तस्मात् बुद्ध्यर्थक धातुना निजन्तवाक्ये सीतां कर्मत्वं प्राप्नोति. अस्तु, विजयलक्ष्मी भगिनी किञ्चित् सहायं करोतु. अत्र स्मृधातु बुद्ध्यर्थकः नास्ति इति कुत्रापि मया पठितमासीत्. विशेषज्ञानार्थकः अस्ति खलु स्मृधातु, अस्ति इति कृत्वा तत्र कर्मत्वं न भवति, कर्मसंज्ञा न भवति प्रयोज्यकर्तुः. बुद्ध्यर्थकः इति न भवति, अवगतम्. इदानीं तत्र कथाम् इति अस्ति, अतः तत्र अन्येन अन्येन भवितुम् अर्हति वा? अन्येन सीतां कथां स्मरति, ओके. अत्र द्वयोः अपि विशेषेण कथा देन् कथा सीताम् आर् सीतां कथा. इदानीं तत्र विजयलक्ष्मी बहिः किञ्चित् वदतु. तत्र यथा उमा भगिनी उक्तवती तथा अत्र अत्र अन्येन भवितुमर्हति वा विजयलक्ष्मी भगिनी? तत्र स्मारयति इति तु साक्षात् विशिष्ट विशेषज्ञानार्थकः इति कृत्वा प्रयोजकर्तुः कर्मत्वं नास्ति, परन्तु कथां स्मारयति इत्यत्र अन्येन भवितुमर्हति वा? इत्युक्ते शब्दकर्मकः इति वा स्वीकर्तुं शक्यते वा? स्मृधातु अस्ति इति कृत्वा स्मृधातोः शब्दकर्मकः नास्ति खलु? परन्तु स्मारयति इति अस्ति चेत् स्मारयति पाठं कथाम् एवमेव स्मारयितुं शक्यते खलु? कथां स्मारयितुं शक्यते वा? कथां स्मारयति इति चेत् कथं स्मारयति? शब्दकर्मकः वक्तव्यं खलु, इत्युक्ते वक्तव्यं खलु. तर्हि शब्दकर्मकः अस्ति वा? अस्ति खलु? अस्ति. तर्हि इदानीं मम भगिनी वदतु, शब्दकर्मकः अस्ति इति कृत्वा कर्मत्वं भवति, कर्मत्वं भवति, ओके, शब्दकर्मः विकास कथाम् इति शब्दकर्म आगच्छति. ओके, कर्तरिप्रयोगे वाक्यं, कर्तरिप्रयोगे कर्तरिप्रयोग, ओके, सीता कथां शिक्षिका सीतां कथां स्मारयति. सम्यक्. इदानीं शुद्धकर्मणि, शुद्धकर्मणि सीतया कथां स्मर्यते. किं कथां स्मर्यते वा? कथा, सारि, सीतया कथा स्मर्यते, सारि, कथा ओन्लि स्मर्यते. इदानीं तत्र सीतया इति कथं भवति? अत्र कर्मत्वं तु प्राप्नोति खलु इदानीं शब्दकर्म, शुद्धकर्मणि प्रयोगः, शुद्धकर्मणि प्रयोगः तत्रापि द्वितीय भवति खलु शुद्धकर्म. सीता कथां स्मार्यते अथवा निजेच्छया? न न न, शुद्धकर्मणि प्रयोगे निजन्तः नास्ति भगिनि, शुद्धकर्मणि प्रयोगे. अस्तु अस्तु अस्तु. देन् शिक्षिकया सीता कथां स्मारयते अथवा एकपक्षे, तेन द्वितीय पक्षे शिक्षिकया सीता कथां स्मारयते इति द्वयोः स्मार्यते, स्मारयते, स्मार नास्ति, स्मार्यते, ओके, स्मार्यते इति दातु अस्ति खलु, स्मारि इति दातु भवति, तत्र स्मारि इत्यत्र मिच् प्रत्ययस्य लोपः, अतः स्मार्यते, स्मार्यते. सो सीता द्वयमस्ति, ओके. भगिनी तत्र स्मार्यते कथं भवति? स्मर्यते इति भवति स्पृहधातुतः न निजन्त कर्तरिप्रयोगे निजन्तरूपं किं स्मारयति इति भव. अस्तु, तत्र तु स्मृ योगः निच् योगः निच् इत्यत्र वृद्धिः भवति खलु. सत्यम्. अस्तु, अचोनिति इत्यनेन वा महोदय? तर्हि भगिनी अत्र एकः प्रश्नः, स्मृधातुः इति विशेषज्ञानार्थकधातुः इति स्वीकृत्य एकं रूपं भवति, अपि च स्मृ इत्यस्य शब्दकर्मकः धातुः इति स्वीकृत्य तत्र रूपद्वयं भवति, आहत्य वाक्यत्रीणि वाक्यानि भवन्ति वा, वाक्यत्रयं? न न, त्रीणि वाक्यानि न भवन्ति. इदानीं तत्र शब्दकर्मकः इति स्वीकृतमस्ति, कथां स्मारयति शब्दकर्मकः इति स्वीकृतमस्ति, यथा तत्र कथां पाठयति इत्यत्र शब्दकर्मकः एव स्वीकृतः खलु. आं, परन्तु तत्र विशेषज्ञानार्थकधातुः इति न स्वीकर्तव्यं वा अत्र? न, अत्र कथा इति अस्ति इति कृत्वा विशेषज्ञानार्थकः इति न स्वीक्रियते, यथा पाठयति इत्यत्र कथां पाठयति इत्यत्र पट्धातुः शब्दकर्मकः इति उक्तं खलु, एवमेव अत्रापि शब्दकर्म इत्युक्ते कथञ्चित् तत्र कर्मसंज्ञा विधीयते चेत् कर्मसंज्ञा एव स्वीक्रियते. आम्, अस्तु, तर्हि स्मृधातोः कृते तु समथिङ्ग् ओर् एल्स् कथञ्चित् तत्र स्मरणं भवति एव, कथा वा शब्दः वा कविता वा, किमर्थं तत्र तत्र स्मृ इत्यस्य विशेषज्ञानार्थकधातुः इति तत्र किमर्थं परिगण्यते इति मम प्रश्नः आसीत्. तत्र स्मृ इति तत्र तस्मात् निष्कासनं भवेत् तत्र इति एकः, इत्युक्ते तत्र स्मरणं कथं जायते इति प्रश्नः. कथं स्मरणं जायते इति प्रश्नः. स्मरणं तु अनुभवेन जायते. यदा मम पुरतः एकः घटः अस्ति, इदानीम् अहं घटं पश्यामि. यदा अहं पश्यामि, मम आत्मनि संस्कारः जायते, घटस्य संस्कारः जायते. तदा अनन्तरम् अन्यत्र कुत्रचित् तत्र संस्कारस्य उद्बोधः यदा भवति, तदानीं घटस्य स्मरणं भवति. तर्हि तत्र स्मरणात्मकं ज्ञानं प्रत्यक्षात् जातं. खलु? अतः तत्र मूलं किम् अस्ति? प्रत्यक्षमेव मूलमस्ति. अतः अत्र विशिष्टज्ञानार्थकः अस्ति स्मरणं. अथ कर्मणि प्रयोगे एकमेव वाक्यं भवति वा, वाक्यद्वयं भवति वा तत्र बुद्ध्यर्थक? इदानीं तत्र स्मरण सामान्यतया अत्र कथा इति नास्ति इति चिन्तयतु. तत्र अन्यत् किमपि अस्ति इति चिन्तयतु. तदानीम् एकमेव वाक्यं भवति. इदानीं शब्दकर्म इति उक्तम्. इदानीं शब्दकर्म इति उक्तत्वात् वाक्यत्वं निश्चयेन. तत्र घटम् इति स्वीकुर्मः चेत् तत्र शब्दकर्मक इति न भवति, तत्र केवलं विशेष ज्ञानार्थक इति एव भवति. तत्र एकमेव वाक्यं भवति. एकमेव वाक्यम्. अस्तु अस्तु भगिनि, धन्यवादः. अस्तु, विजया भगिनी अग्रे. आं महोदय. आं महोदय, अत्र पाचकः ओदनं पचति, प्रयोजककर्ता स्वामी अस्ति. अत्र अत्र प्रयोजककर्ता स्वामी अस्ति. इदानीं स्वामी स्वामी स्वामी पाचकेन ओदनं पचति पाचयति इति भवति. स्वामी पाचकेन ओदनं पाचयति इति कर्तरिप्रयोगे अस्ति. समीचीनं वा महोदय? समीचीनम्. इदानीं कर्मणि प्रयोगे कर्मणि प्रयोगे स्वामिना शुद्धकर्मणि शुद्धकर्मणि अत्र पाचकेन ओदनं पच्यते. ओदनमित्यस्य लिङ्गं किम् अस्ति? ओदनः पाचकेन. अत्र ओदनं प्रथमा विभक्ति अस्ति. ओदनमिति नपुंसकलिङ्गशब्दः नास्ति, पुल्लिङ्गशब्दः. अतः द्वितीय अतः द्वितीया विभक्ति भवति महोदय. पाचकेन ओदनं कर्मणि कर्मणि प्रयोगे वदति खलु. कर्मणि प्रयोगः कः? कर्मणि प्रयोग 311. अतः ओदनः एव. पाचकेन ओदनः पच्यते. सम्यक्. इदानीं निजन्तकर्मणि अत्र स्वामिना पाचकेन ओदनः पच्यते इति भवति. पच्यते वा? पाच निजन्तकर्मणि पाचयति खलु महोदय? पाच्यते. पाच्यति इति पाच्यते. पाच्यते एव नास्ति अत्र भ्रमः नास्ति. आमामां, कर्तरिप्रयोगे पाचयति इति अस्ति चेत् अत्र पाचि इति यः धातुः तत्र निष्प्रत्ययस्य लोपः. अतः पाचयति यकारात् पूर्वं यः अकारः श्रूयते तस्य लोपः भवति. अतः पाच्यते. गम्यते तादृशम् अस्तु महोदय. अत्र रूपं पुनरेकवारं कृपया वदति वा स्वामिना. स्वामिना स्वामिना अत्र किमस्ति स्वामिना पाचकेन ओदनः पाच्यते. समीचीनं खलु महोदय. सम्यक् सम्यक् धन्यवादः महोदय. धन्यवादः. तर्हि इदानीं केनापि न उक्तं वा एतावता? सर्वैः उक्तं खलु. अस्तु तर्हि इदानीं कः शोभा भगिनी वदतु. आं भगिनि, अग्रिमं वाक्यं छात्रः श्लोकार्थम् आगच्छति गुरुः किम् अवगच्छति. अवगच्छति छात्रः श्लोकार्थम् अवगच्छति गुरुः प्रयोजककर्ता इति. छात्रः इदानीं कर्तरिप्रयोगे अण्यन्तवाक्यं छात्रः श्लोकार्थम् अवगच्छति इति दत्तं. शुद्धकर्मणि छात्रेण श्लोकार्थः अवगम्यते इति भवति. णिजन्तवाक्ये तत्र श्लोक अर्थम् इति शब्दकर्मक शब्द एव कर्म इति शब्दकर्मकः भवति. अपि च तत्र गम् धातुः गत्यर्थकधातुः. गत्यर्थकधातुः अस्ति इति कृत्वा तत्र गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण अवगच्छति इति अस्ति खलु. बुद्ध्यर्थक बुद्ध्यर्थक बुद्ध्यर्थक एव सत्यं सत्यं. किन्तु तत्र गम् इति धातुः अस्ति इति कृत्वा तादृशम् उक्तवती. अवगमने किन्तु धातुः अम् गम् एव किन्तु गमने न तत्र अवगमने इति अपि भवति. तादृशं स्वीकर्तुं शक्नुमः वा भगिनि? किम् अवगमनम् इति अपि गमने इति एव भवति वा अथवा इत्युक्ते तत्र शब्दकर्मकः श्लोकार्थम् अवगच्छति इति तत्र बुद्ध्यर्थकः भवति. तर्हि तत्र गम् इत्यस्य विषयः न चिन्तनीयम् एव वा? न, वस्तुतः अत्र प्रश्नः अस्ति अव इति उपसर्गं त्यजामः इदानीम्. अत्र गम् इति धातोः अर्थः गत्यर्थकः इति उक्तं. गतिः इत्यस्य अर्थः कः? हा, गतिः इति अर्थः एकस्य प्रदेश एकात् प्रदेशात् अन्यत्र गमनम्. उत्तरदेशसंयोगः इति एकः अर्थः. हा, तादृश अर्थे तत्र न. हा, एकः अर्थः. हा हा, परन्तु गतिः इत्यस्य अन्ये अपि अर्थः सन्ति. गतिः इत्यस्य ज्ञानम् इत्यपि अर्थः अस्ति. अस्ति, सत्यं. तर्हि गत्यर्थकः, परन्तु अत्र अत्र चिन्तनीयः विषयः अस्ति गतिबुद्धिः इति उक्तं खलु. गतिबुद्धिः इति उक्तं, तर्हि गतिः इत्यत्र ज्ञानम् इति अर्थः अस्ति चेत् बुद्धिः इति किमर्थं वक्तव्यम् इति कृत्वा तत्र गतिः इत्युक्ते तत्र उत्तरदेशसंयोगः इति अर्थः एव स्वीक्रियते. बुद्धिः इत्यनेन एव ज्ञानार्थकः स्वीक्रियते. अस्तु, यथा तत्र दृश् इति धातोः विषये कृतं तत्र सामान्यज्ञानं सामान्य अर्थमेव स्वीकृतं, न तु विशिष्टार्थम्. अस्तु, इत्युक्ते तत्र गति एव अर्थः, गमनम् इति एव अर्थः. अतः तस्य प्रसक्तिः अत्र नास्ति. श्लोकार्थम् इति बुद्ध्यर्थक इति भवति, किन्तु श्लोकार्थम् न नास्ति नास्ति. तत्र गति एव. छात्रः श्लोकार्थं तत्र शब्दकर्मक शब्द एव कर्म यत्र भवति तत्रापि स्वीकुर्मः. अत्र प्रश्नः अस्ति श्लोकार्थः इति शब्दकर्म अस्ति वा न वा इति प्रश्नः. श्लोकार्थः शब्दकर्म अस्ति यतोहि तत्र श्लोकस्य अर्थः इन्द्रियैः अवगम्यते, इन्द्रियेण अवगम्यते इति विशिष्टधातुः भवति तत्र. क्षमतां, विशिष्ट अर्थः भवति न इदानीं सः श्लोकं वदति श्लोकं वदति इत्यत्र अथवा श्लोकं पठति इत्यत्र पठदातु शब्दकर्मकः इति वक्तुं शक्नुमः परन्तु श्लोकार्थम् अवगच्छति इति उक्तं खलु इत्युक्ते तत्र यदि छात्रः श्लोकार्थम् अवगच्छति चेत् कोऽपि उक्तः भवेत् तत्र उक्त किम् उक्त यदि हा इदानीम् पुस्तकम् अहं पठामि पुस्तकम् अहं यदा अहं पठामि तत्र श्लोकः अस्ति अहं श्लोकं दृष्ट्वा श्लोकार्थम् अवगच्छामि तत्र कुत्र अस्ति शब्दः तत्र नास्ति अस्मिन् वाक्ये अस्ति वा भगिनी गुरुः अस्ति तत्र प्रयोजककर्ता अस्ति सः एव तत्र उक्तवान् इति स्वीकर्तुं शक्नुमः वा अथवा न वा न अत्र वाक्यात् तादृशबोधः भवति वा इति प्रश्नः यदि तादृशः छात्रः श्लोकार्थम् अवगच्छति इत्यनेन न भवति सः एव अवगतवान् इति एव भवति अतः अत्र कश्चन भ्रमः भवति सर्वेषां श्लोकार्थः इति उक्त्वा तत्र शब्दकर्म एव अस्ति इति नास्ति श्लोकार्थम् अवगच्छति इति उक्तम् शब्दकर्म इति कर्म इति किं भगिनी किन्तु यथा निचन्दप्रयोगः अस्ति तत्र तु यथा स्मारयति इत्यत्र कथामि तत्र भवति प्रायशः स्वीक्रियते खलु अत्रापि सामान्यं समानं खलु न यथा निचन्दप्रयोगः गुरुः अवगमयति गुरुः बोधयति पाठयति गुरुः अवगमयति गुरुः पाठयति सत्यं तथा तु अत्र शब्दकर्म इति स्वीकर्तुं शक्नुमः खलु श्लोकार्थस्य न न न न शब्दकर्म इति विशिष्टः अस्ति शब्दकर्म गुरुः गुरुः किं पाठं पाठयति इत्यत्र पाठयति इति शब्दकर्म नास्ति शब्दकर्म नास्ति गुरुः किमपि वदति चेत् तत्र शब्दकर्म नास्ति गुरुः किमपि वदति तेन शिष्यः अवगच्छति इति चेत् तदानीं तत्र शब्दकर्म इति वक्तुं न शक्नुमः तत्र साक्षात् कर्मपदं यदस्ति तत् शब्दरूपेण स्यात् अत्र श्लोकार्थः इति शब्दरूपेण अस्ति वा इति प्रश्नः नास्ति गद्यमित्यस्मिन् तु भवति वा तर्हि भगिनी तत्र श्लोकपठनम् इति आसीत् चेत् शब्दकर्मकः भवति खलु छात्रः श्लोकपठनम् अवगच्छति इति अस्तु किन्तु तत्र अर्थमेव श्लोकार्थं श्लोकपठनम् अवगच्छति इति श्लोकपठनम् अवगच्छति इति वदति चेत् अत्र श्लोकः इति कर्मपदं कस्य श्लोकः इति कर्मपदं न भवति पठनमेव छात्रः पठनम् अवगच्छति इति अस्ति चेत् भवति इति वा एकक्षणमेकक्षणम् यथा भवती वाक्यम् उक्तवती श्लोकपठनम् इति उक्तवती वा श्लोकपठनं अवगच्छति इति उक्तवती तर्हि श्लोकपठनम् इति समस्तपदम् उक्तवती खलु समस्तपदम् आम् आम् तर्हि श्लोकपदम् इति पठनम् इति पदस्य कर्मपदमस्ति श्लोकः श्लोकं पठति श्लोकं पठति श्लोकः इति शब्दः श्लोकपठनम् अवगच्छति इति अवगमनक्रियायाः कर्मपदं श्लोकः नास्ति श्लोकः तु पठनक्रियाः पठनक्रियायाः एव इदानीं तत्र श्लोकपठनं पठनम् इति यदस्ति तदेव कर्म अस्ति अवगमनस्य अतः तत्र साक्षात् अवगमनक्रिया श्लोकस्य कर्म नास्ति शब्दकर्म नास्ति अस्तु कर्म अस्ति अर्थम् इति श्लोकस्य अर्थं श्लोकार्थम् अवगच्छति पठनम् इति यदा वदति श्लोकपठनम् इति यदा वदति पठनं तु तत्र शब्दरूपेण एव भवति इति नास्ति खलु सत्यम् अहं पुस्तकात् श्लोकं पठामि तत्र शब्दः अस्ति वा तत्र मनसि एव पठति चेत् शब्दः नास्ति तत्र इत्युक्ते तत्र वेदं पठति इति अहं छात्रः वेदं पठति अवगच्छति इति वदामि चेत् तत्रापि तत्र किं मुखेन न वदति चेदपि तत्र शब्दकर्म इति एव स्वीकुर्मः वा? इत्युक्ते वेदस्य तादृशवैशिष्ट्यं वर्तते सम्प्रदाय. ओ अस्तु. वेदस्य इत्युक्ते अस्माकं सम्प्रदाय अस्माकं परम्परायां वेदस्य पठनं कदापि पुस्तकात् न भवति. गुरुमुखात् उच्चारणम् अनुच्चारणम् इति एव अस्ति तत्र परम्परा. अस्तु. कुत्रापि यदा गुरुः पाठयति तदानीं पुस्तकात् न पाठयति, सर्वदा तत्र सः वदति, शिष्यः अनुवदति. अस्तु. अतः वेदः इति वयं वदामः चेत् शब्दकर्म इत्यत्र शङ्का एव नास्ति. अस्तु. इदानीं वयं कुत्रचित् पुस्तकं क्रीत्वा गृहे वयं पठामः चेत् शब्दकर्म इति वक्तुं न शक्नुमः वेदः इति अस्ति चेदपि. परन्तु सामान्यतः वेदः पठति इति वयं वदामः चेत् शब्दकर्म एव. अस्तु, अत्र अस्मिन् अस्य वाक्यस्य चिन्तनम् अग्रिमसप्ताहे कुर्मः. तत्र अवगमयति इति चिन्तयतु गृहपाठरूपेण. अस्तु. समयः अधीतः इदानीं. वाक्यम् अवगम्यतु. किं तत् वाक्यमपि अवगम्यतु उद्धवपाठरूपेण अवगम्यते. इदानीं प्रश्नः अस्ति, प्रश्नः अस्ति उपसर्गपूर्वकः अस्ति चेत् तत्र गतिबुद्धिः इति सूत्रेण ग्रहणं भवति वा न वा इति चिन्तयतु, पश्यन्तु. अस्तु भगिनि, पश्यामः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.